आशा पाशा शतिर्बद्धा काम क्रोध परायणः इहन्ते काम भोगार्थम् अन्यायेनाथ संचया इदं मद्या मया लब्धम् इदं प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्धनम् असो मया हत शत्रु हर्निषे चापरानपि ईशोरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी।